पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 25 नारद उवाच वितस्तां च समासाद्य सन्तर्प्य पितृदेवताः नरफलमवाप्नोति वाजपेयस्य भारत काश्मीरेष्वेव नागस्य भवनं तक्षकस्य च वितस्ताख्यामि दिख्यादं सर्वपापप्रमोचनं तत्र स्नात्वा नरो नूनं वाजपेयमवाप्नुयाद सर्वपापविशुद्धात्मा गच्छेद परमां गतिं तदो गच्छेदमलदं त्रिषु लोकेषु विश्रुतं पश्चिमायां तु सन्ध्यायामुपस्पृश्य यथाविधि चरुं सप्तार्चिषे राजन्यथाशक्ति निवेदयेद पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः गवां शतसहस्रेण राजसूयशतेन च अश्वमेधसहस्रेण श्रेयान् सप्तार्चिषश्चरुः ततो निवृत्तो राजेन्द्र रुद्रास्पदमथाविषेद अभिगम्य महादेवमश्वमेधफलं लभेद मणिमन्दं समासाद्य ब्रह्मचारी समाहितः एकरात्रोषितो राजन्नग्निष्ठोमफलं लभेद अथ गच्छेद राजेन्द्र देविकां लोकविश्रुतां प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ त्रिशूलपाणेस्थानं यत्त्रिषु लोकेषु विश्रुतं देविकायां नरस्नात्वा अभ्यर्च्य च महेश्वरम् यथाशक्तिनरस्तत्र निवेद्य भरदर्षभ सर्वकामसमृद्धस्य यज्ञस्य लभते फलं कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसम्मतं तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत यजनं याजनं गत्वा तथैव ब्रह्मवालकं पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः अर्धयोजनविस्तारां पञ्चयोजनमायताम् एतावद्देविकामाहुः पुण्यां देवर्षिसम्मतां ततो गच्छेदधर्मज्ञ दीर्घसत्रं यथाक्रमं यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः दीर्घसत्रमुपासन्दे दीक्षिता नियतव्रताः गमनादेवराजेन्द्र दीर्घसत्रमरिन्दम राज सूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ततो विनाशनं गच्छेन्नियतो नियताशनः गच्छन्त्यन्तर्हिता यत्र मेरुपृष्ठे सरस्वती चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते स्नात्वादु चमसोद्भेदे अग्निष्टोमफलं लभेद शिवोद्भेदे नरस्नात्वा गोसहस्रफलं लभेद नागोद्भेदे नरस्नात्वा नागलोकमवाप्नुयाद शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् शशरूपप्रदिच्छन्ना पुष्करा यत्र भारत सरस्वत्या महाभाग अनुसंवत्सरं हिदे स्नायन्ते भरतश्रेष्ठवृत्ता वै कार्तिकीं सदा तत्र स्नात्वा नरव्याक्रद्योतते शिववत्सदा गोसहस्रफलं चैव प्राप्नुयाद् भरतर्षभ कुमारकोडिमासाद्य नियत कुरु नन्दन तत्राभिषेकं कुर्वीद पितृदेवार्चने रतः गवामयुधमाप्नोति कुलं चैव समुद्धरेद ततो गच्छेदधर्मज्ञ रुद्रकोडिं समाहिताः पुरा यत्र महाराज ऋषि कोडिस्समाहिता वर्षेण च समाविष्टा देवदर्शनकाङ्क्षया अहं पूर्वं द्रक्ष्यामि वृषभध्वजम् एवं सम्प्रस्थिता राजन् ऋषयः किल भारत ततो योगीश्वरेणापि योगमास्ताय भूपते तेषां मन्युः प्रशान्त्यर्थम् ऋषीणां भावितात्मनां सृष्टादु कोडिरुद्राणां ऋषीणामग्रदस्थिता मया पूर्वं हरो दृष्टो इति ते मेनिरे पृथक् तेषां तुष्टो महादेव ऋषीणामुग्रतेजसां भक्त्या परमया राजन्वरं तेषां प्रदत्तवान् अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरशुचिः अश्वमेधमवाप्नोति कुलं चैव समुद्धरेद ततो गच्छेद राजेन्द्रसङ्गमं लोकविश्रुतं सरस्वत्यां महापुण्यमुपासीत जनार्दनम् यत्र ब्रह्मादयो देवा ऋषयसिद्धचारणाः अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीं तत्र स्नात्वा नरव्याघ्र विन्देत् बहु सुवर्णकं सर्वपापविशुद्धात्मा शिवलोकं च गच्छति ऋषीणां यत्र सत्राणि समाप्तानि नराधिप तत्रावसानमासाद्य गोसहस्रफलं लभेद इति श्रीपाद्मे महापुराणे स्वर्गखण्डे पञ्चविंशोऽध्यायः ॐ